नमस्कारः सरला भगिनी. नमस्कारः सूर्यकुमारी भगिनी. नमस्कारः भगिनी. नमस्कारः भगिनी. नवरात्रपर्वणः शुभाशयाः भगिनी. अद्य प्रथमदिनम् भवती करोति वा? आं भगिनि, वयं तु स्थापितवन्तः, किन्तु अन्यदुःखवार्ता आगता. मम मातुलः दिवङ्गतः इति कृत्वा अद्य आरभ्य न आचरितम्. ह्यः रात्रौ सः दिवङ्गतः, तर्हि अद्य आरभ्य वयं न कुर्मः. अहं तु स्थापितवती. अत्र मातुलदिवाङ्गत भारतदेशे भारतदेशे भगिनि भारतदेशे अद्य एव तस्य दहनं भवति इति मन्ये. तर्हि भवत्याः प्रदेशे तत्र तत्र संस्कृत्यां भवति वा किमपि अस्मिन् पर्वणे? न भगिनि, न आचर्यते. तत्र किन्तु तत्र महालयपक्षं यत् आसीत् तद् आचर्यते किम्? कृते महालयपक्षम् इति ह्यः एव समाप्तं खलु, तद् आचर्यते वा? अहं न जानामि तत्. अत्र तु अमेरिकादेशे तत्र पितॄणाम् अस्माकं यथा महालयपक्षमस्ति तथा हेलोवीन् पार्टी इति ते तत् कुर्वन्ति. नमस्कारः महोदय. मणिमहोदय, अधुना सम्यक् अस्ति वा दूरवाणी तत्र धारा? नमस्कारः महोदय. अद्य सम्यक् अस्ति इति भासते महोदय दूरवाणीद्वारा. सम्यक् अस्ति, अहं चिन्तयामि. तर्हि प्रायः तत्र अप्ग्रेड् एव तत्र क्लेशः आसीत् खलु? प्रायः भवान् कियत् नियतरूपेण प्रतिमासं वा तत्र अप्ग्रेड् करोति चेत् सम्यक् भवति इति मन्ये. इदानीं लिङ्क् मध्ये लिङ्क्तः आगतवान् वा? लिङ्क्तः. किन्तु फ्री कान्फरेन्स् इति अप्डेट् कर्तुं करणीयम्. आं भगिनि, नो चेत् अहं मन्ये तत्र क्लेशः जायमानः अस्ति. क्लेशः अभवत् भगिनि. आरभामहे किं चिन्ता भगिनि, न जाने आगायति वा इति. आरम्भमये भगिनि, भ्रश्च धातो आरभ्य पुनः कृतवन्तः. धातु आदेश सम्पूर्ण अभवत्. चतुर्थी विभाषा लीयते समाप्तं खलु? किन्तु महोदय पुनः भ्रश्च इति कृतवान् सर्वर्गे मङ्गलवासरे भ्रश्च आरभ्य. ब्रज् आरभ्य वा? अस्तु भगिनि. तर्हि भगिनि चत्वारः जनाः महोदय पृष्टवान् कथं प्रक्रिया भवति. ओ एवं वा, तत्र जाटिल्यमस्ति खलु ब्रज् इत्यत्रयं जायते तत्र. तदापि वयं दोषाः कृतवन्तः. एजन्ताः गते सप्ताहे कृतवन्तः खलु आदेशोपदेश. तर्हि ब्रश्च आरभ्य आरम्भमहे किं? सूर्यकुमारी भगिनी भवती आरम्भं करोति वा? भगिनि धन्यवादः. नमस्कारः भगिनि अरुणा भगिनि विजया भगिनि भगिनी नमस्कारः. अत्र तत्र रुट्लकारः करपत्रे ब्रज् धातुः अस्ति खलु, धातु आदेशः इति, तस्मिन् भागे ब्रज् ब्रज् इति धातुतः वयम् आरम्भं कुर्मः पठनं. ब्रश्चुरूपदयोः रमन्यतरस्यां ब्रश्च रूपाणि भक्ष्यति भ्रक्ष्यति. ब्रश्चुरूपदयोः रमन्यतरस्यां ब्रश्यधातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पे आगमो भवति. कौमुदीकारः प्रतिपादयति. भगिनि श्रूयते भगिनि, भगिनि मध्ये भङ्गः जायते. न शृणोति भगिनि, न श्रूयते भवत्याः ध्वनिः. प्रयत्नं करोतु, पुनः प्रयत्नं करोतु. ब्रश्यधातुविषये खलु? आं भगिनि. पुनः वदति वा? आमामामां ब्रश्य ब्रश्योरूपदयोः रमन्यतरस्यां तत्र ब्रश् धातुः रूपाणि रूपद्वौ अस्तः भक्ष्यति भ्रक्ष्यति इति. ब्रश्योरूपदयोः रमन्यतरस्यां ब्रश् धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन आगमो भवति. आर्धधातुकप्रत्यये परि कौमुदीकारः प्रतिपादयति यदत्र यदत्र स्थाने इत्यपि अस्ति आगमः इत्यपि अस्ति. एकस्मिन्नेव सूत्रे उभे कार्ये नाम रेफस्य उपधावर्णस्य स्थाने भवति. स्थानषष्टिनिर्देशाद्रोपदायो उपधायोर्निवृत्तिः अपि च कम् इति आगमः अस्ति कम्पित्वादन्यात् अन्यादच्छिपरम् कम् इत्यस्मिन् कारः उच्चारणार्थं दश्य उपधा च तयोरितरेतरोपदे तयोः सत्यन्तं रूपदयोः सत्यन्तं प्रथमान्तम् अन्यतरस्यां सप्तम्यान्तम् अनेकपदमिदं अर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं यस्यो रूपदयोः अन्यतरस्याम् अर्धधातुके विशिष्टसूत्रमस्ति. ब्रश्यो रूपदयोः रम् अन्यतरस्यां तत्र ब्रश्यधातोः रेफ उपदयोः रम् आदेश विकल्पेन भवति आगमः अपि भवति. सूत्रे आगमः रम् अस्ति चेत् आगमः अस्ति वा भगिनि? आं भगिनि, अत्र रम् इति विदच्छन्त्यात् परः इति आगमः. प्रथमं तु लोपः जायते रोपदयोः षष्टी स्थाने षष्टि अस्ति खलु, ततः तत् लोपः जायते. तदनन्तरं लोपस्य स्थाने तत्र रम् आदेशः जायते इति पृथक् चिन्तनं भवेत् इति, नो चेत् भ्रमः जायते तत्र प्रक्रिया साध्यते. तदा तु भ्रमः जायते इति कृत्वा प्रथमं रेफस्य उपधावर्णस्य लोपः आदौ कर्तव्या आदौ कर्तव्यं तदनन्तरं कर्तव्यः तदनन्तरं रम् आदेशः तदनन्तरं कुर्मः चेत् तत्र सारल्यं भवति रूपसाधने, चिन्तनमपि सारलं भवति खलु इति तादृशम्. रेफस्य उपधा बकार अस्ति खलु रेफस्य उपधातु न इब् तत्र न न न तत्र उपधावर्णः इत्युक्ते अहं मन्ये अत्र तु सकारः अस्ति खलु रेफस्य उपधा इति नास्ति ओ उपधयोः ब्रस्य सकारपूर्व सकार आमां यः उपधावर्णः अस्ति सः तदनन्तरं रेपः अपि इति वर्णद्वयं तत्र रेपस्य उपधावर्णः इति तत्र सम्बन्धसृष्टिः नास्ति उपधावर्णस्य लोपः भवति अनन्तरं तथा एव रेपस्य अपि लोपः भवति वर्णद्वयस्य एकपक्षं स्थाने अस्ति अन्यपक्षम् आगम अस्ति स्थाने अस्ति रेफ सकारस्थाने रेफ भवति वा भगिनि न तदेव भगिनि तत्र ओके द्वयं भवति इति सोपानं द्वयं भवति इति उक्तवन्तः खलु प्रथमं तु सकार उपधावर्णः कः अस्ति अत्र सकारः अस्ति तस्य लोपः भवति तदनन्तरं रेपस्य अपि लोपः भवति तदा वयं किं प्राप्नुमः भकारः तिष्ठति भका तदनन्तरं रेपो रेपस्य परे यः अकारः अस्ति सः आगच्छति सः तु तिष्ठति बकारः अकारः जकारः तिष्ठति खलु भज् इति तिष्ठति तदनन्तरं भज् इत्यस्मिन् अधुना तत्र रम् इति आगमः जायते रम् आगमः मिदच्छोन्त्यात् परः इति आयाति इति कृत्वा अनन्तरं ब्रक् ब्रा भवति भर्ज् भर्ज् भर् भवति एकपक्षे भर् भवति अन्यपक्षे ब्रा भवति अन्यस्मिन् पक्षे तु रमागमः एव साक्षात् वैकल्पिकः अस्ति इति कृत्वा यत्र यत्र रमागमः तत्र उपधावर्णस्य अनन्तरं रेफस्य लोपः जायते तदनन्तरं तत्र रमागमः जायते तदिति एकस्मिन् पक्षे प्रक्रिया पूर्णा प्रक्रिया अत्र प्रदर्शिता अस्ति अन्यस्मिन् पक्षे तु भिन्नचिन्तनं जायते अत्र प्रक्रिया प्रदर्शिता अस्ति लुट्लकारस्य कृते यत्र यत्र ता इति प्रत्यये दृश्यते तत्र तत्र स्यति इति स्थापयित्वा तदा तदनुसृत्य प्रक्रिया साधयितुं साधयतु ब्रश्योगः ता लुट्लकारस्य प्रथमपुरुषे एकवचनं ब्रश्यो रूपदयोः रमण्यतरस्याम् इत्यनेन ब्रश्यधातोः रेफस्य उपधावर्णस्य च स्थाने रम् आगमः आगमः च रेफसकारयोः निवृत्तिः बज् रेफः इति आगमः बज् भवति बज् योगः तत्र व्रश्य ब्रश्य सृज मृज यज राज ब्राज चषां शः इत्यनेन सः अलि जलिपरे शः भवति वर्षयोगः ता अनन्तरं स्तृणाष्टुः इत्यनेन वर्षा भवति अग्रे पठामि वा भगिनि आं भगिनि पूरयतु तदभावे ब्रश्य यत्र रम् आगमो न भवति ब्रश्य योगः अस्माकं लिट् लकार अस्ति लिट् लकार प्रयोगः करोति इति प्रकृत उदा पाठं स्वीकृत्य प्रक्रिया करोतु प्रायः एकवारं पठित्वा अनन्तरं कर्तुमिच्छति चेत् तदपि समीचीनं भगिनि आरम्भतः आं धन्यवादः भगिनि ब्रश्ययोगः तथा को संयोगाद्योरन्ते च इत्यनेन संयोगाद्योः स्कोः लोपः जलि ब्रश् सकारलोपः च लोपः भवति रूपं भवति ब्रज् ब्रजियोगः व्रश ब्रश सृज मृज यज राज ब्रज च सांशः इत्यनेन सा स्थाने शा आदेशः भवति जलिपरे तापत्रे ताप प्रत्यये परे जलि अस्ति ब्रश योगः सकारस्थाने षकारः ब्रश योगगतः अनन्तरं स्टुनाष्टुः इत्यनेन भ्रष्टा भवति अधुना यथा सरला भगिनी उक्तवती तथा आरम्भतः तत्र लृट्लकारस्य चिन्तनं करोति वा भगिनि तासि तासि ब्रश्योगः तासि खलु भगिनि तत्र तु स्यति इति स्वीकुर्मः स्यति इति स्यति भगिनि स्यति ता इति स्थितौ तत्र ता इति निष्कास्य स्यति इति योजयतु लृट्लकारस्य प्रत्ययः स्यति इति आयाति खलु तदनन्तरं ति इति अस्ति इति कृत्वा स्यति इति प्रत्ययः स्थाने स्या भवति स्यति स्यति स्यति स्य इति विकरणप्रत्ययः लृट्लकारस्य स्यतासि लृटो इत्यनेन तदनन्तरं ति इति तिप्रत्ययः तिङन्तम् स्यति आम् आम् आम् ब्रश्योगः स्यायोगः ति ति ब्रश्योगः स्यायोगः ति जकारस्थाने षकारादेश तत्रैव प्रक्रिया समाना अस्ति खलु आमां तर्हि ब्रजो रोपदयोः रम्मन्यत्तिरस्याम् इत्यनेन किं भवति प्रथमम् एकस्मिन् पक्षे रम् आदेशः भवति तर्हि तदेव साधयतु भगिनि प्रक्रिया साधयतु ब्रश्योगः स्यति ब्रश्योगः रम् आदेशः भवति चेत् प्रथमं किं भवति रेफसकारयोः विवृतिः भवति खलु आम् रेफसकारयोः निवृत्ति भवति स्कोः संयोग भगिनि तत्र केकन विषयं प्रक्रिया पूर्णतया करोतु निवृत्तिः यदा जायते रूपं किं भवति यथा महोदयेन प्रदर्शितं तथा साधयतु आम् स्कोः संयोगाद्योरन्ते च इत्यनेन स्कोः गच्छति ब्रज अन्यतरस्याम् इति एकस्मिन् पर्षे कर्तव्यं खलु यत्र रम् आदेशः भवति तत्र तु स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यं नास्ति खलु रम्मादेशपक्षे स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यं नास्ति खलु तर्हि प्रथमं तत् करोतु रम्मादेशस्य करोतु रम्मादेशः भवति चेत् प्रथमं किं भवति रेफ तत्र सकारस्य उपधावर्णस्य रेफस्य लोपः जायते खलु निवृत्तिः भवति तदा तु बज् इति जायते भगिनि यथा उक्तमस्ति पूर्वं पठितवती खलु यथा पठितवती ता प्रत्ययस्य तथा एव स्यति इत्यस्यपि भवति खलु तस्य करोतु भगिनि यु जस्ट् डिड् फार् ता प्रत्यय रैट् भगिनि there are two pakshas you did for brajyo ro any ro padyo any tarasyam in one pratyaya and we got the rupam brashta barshta tatha syati iti okay brajyoga has syati satra ram adesh bhavati che pratham ekapakshi upadavarnasya रेपस्य लोपः जायते तत्रापि सोपानद्वयम् अस्ति साक्षात् ब्रह्म आदेशः प्रथमं न भवति खलु प्रथमं ब्रह्म आदेशः भवति चेत् प्रायः सम्यक् रूपं न प्राप्नुमः वयम् इति कृत्वा प्रथमं किं जायते सकारस्य रेपस्य च लोपः जायते तदा तु भज्जति जायते भज्जित जायते अनन्तरं रेपः रमागमः जायते मिदचोन्त्यत्परः इत्यनेन भर्जिति जायते भर्जि योगः स्यति भज्योगः सति भज्योगस्यति अस्ति तत्र षकारः भवति अन्ये अन्ये वदतु अन्ये चकारः जलि अस्ति वा जलि जलि अस्ति इति कृत्वा ब्रश ब्रश इत्यस्य कार्यं भवति खलु आम् आम् तत्र जलि अस्ति चेत् भवति बर्ष् इति भवति बर्ष् योगः स्यति इति भवति बर्ष् योगः इति बर्ष् योगः बर्ष् योगः ति खलु स्यति यति भक्ष्य वर्षयोगः सकार भवति स्यति क्षम्यतां भगिनि अन्ये वदतु सरला भगिनी वक्तुमिच्छति वा भगिनी आम् आं क्षम्यतां भगिनी चिन्ता नास्ति भगिनी भवती प्रायः तत्र तत्र किम् अस्ति हल्सन्धिपाठे नासीत् खलु सरला भगिनी अस्तु भगिनी भ्रष्टिरोगस्यति प्रथमम् इति ज्ञातव्यं धातु सेट् अस्ति वा अनिट् अस्ति स्यति इति आददातुकप्रत्यय आददातुके बलादे अत्र इदागमः भवितुं शक्नोति किन्तु भ्रष्ट धातु वयं जानीमः अस्माकम् आवल्याम् अस्ति अन्यत् अस्ति अत्र इदागमः न भवति सो भ्रष्ट योगस्यति इति एव तिष्ठति तत्र तदनन्तरम् इदानीं यत् अस्माकं सूत्रमस्ति भ्रष्ट रूपधयो रमा रमण्यतरस्याम् अनेन प्रक्रिया द्वयं भवति एकपक्षे रम् आगमः भवति अन्यपक्षे रम् आगमः न भवति प्रथमं भ्रष्ट रोगस्यति यदि रम् आगमस्य पूर्वं रोपधयो रेफ अपि उपधायां यत् सकार अस्ति द्वयोः निवृत्ति भवति निवृत्ति इत्युक्ते लोप भवति तस्य लोपनन्तरम् आदेशः अपि भवति इति आगममपि वयं वदामः कारण की रेफ सकारे स्थाने इति भवति अपि आगमम् अपि वदामः कारण की रम् इति आगमः अस्ति मकारस्य हलन्त्यनेन संज्ञा भवति इदानीं अकार उच्चारणार्थे अस्ति केवलं रेफ इति तिष्ठति सो यदि मृदुचो अन्त्यातर अनेन रेफ भकार उत्तरवती अकारस्य अनन्तरम् आगच्छति सो भर्ज् इति रूपं तिष्ठति भर्ज् योगस्यति भर्ज् योगस्यति इदानीं वयं जानीमः व्रश्च भ्रश्च सृज मृज यज राज भ्रज दशांश अनेन भ्रश्च इति साक्षात् प्रतिपदोक्त प्रतिपदोक्तोक्तवात् अत्र जकारस्य स्थाने मूर्धन्यषकार आगच्छति इति भवति भर्ष इति भवति यदि भर्षयोग स्यति अति इदानीं षकारस्य स्थाने इदानीं स्नाष्टुः इत्यस्य प्रसक्तिः अपि अस्ति अपि षडोकहसि अपि प्रसक्तिः अस्ति षडोकहसि द्वयोपि द्वे सूत्रे त्रिपादी सूत्रे स्तः किन्तु षडोकहसि पूर्वसूत्रमस्ति अष्टाध्यायस्य द्वितीयपादे स्नाष्टु अष्टाध्यायस्य चतुर्थपादीसूत्रमस्ति सो षडोकहसि प्रसक्तिः भवति बलवत् अपि भवति तु सकारस्य स्थाने षडोकहसि अनेन षडोकहसि इति सकारपरे अस्ति परनिमित्तं पूरितं भवति सकार सो इदानीं जकारस्य स्थाने मूर्धन्यषकार आगच्छति भर्षयोग स्यति भर्षयो भर्क् षडोकहसिनि ककार आगच्छति भर्क् योग स्यति इदानीम् आदेशप्रत्ययो इत्यनेन इण्को प्रत्याहारे अस्ति ककार तस्य सकारस्य मूर्धन्यषकार भवति सो भर्क् योग शति भवति इदानीं शति यत् अस्ति तदनन्तरं पर्जन्यवत् खरि च एव कार्यं करोति किन्तु कुच् परिवर्तनं न भवति ककार शकारयो संयुक्त पदं पदं भवति भक्ष इति भवति सो भक्ष इति भवति भक्ष्योग शति भक्षति इति रूपं भवति एकपक्षे अन्यपक्षे भक्ष्यति शमिष्यति अस्ति तु भक्ष्यति इति भवति अन्यपक्षे यत् रमागणस्य अभावः अस्ति तत्र को संयोग्यान् आद्योरन्ते च इति अनेन कारणात् सकारचकारयो संयोगः अस्ति सकार पूर्वम् अस्ति संयोगस्य तु आदौ अस्ति तस्य लोपः भवति सति इति झलि अस्ति स्को संयोगादन्ते च तस्य परनिमित्तं भवति झलि भवे वा अनुनासिकत्वी झलि परे इति परनिमित्तानि सन्ति सति इति झलि प्रत्याहारे अस्ति अनेन सकारस्य लोपः भवति भ्रज्योगस्यति भवति भ्रज्योगस्यति इदानीं पुनः वृषभ्रजस्य जम जडज भाज दशां अनेन शकारः भवति समानप्रक्रिया भवति इदानीं तत्र षडोकः अस्ति पुनः आदेशप्रत्ययो अनेन रूपं भवति भ्रक्ष्यति इति भवति. धन्यास्मि भगिनी, अहं तु सर्वदा विस्मरामि षडोकः इति. अतः महोदय चत्वारः पृष्टवान् अन्यत् सूत्रं किं भगिनि वारं वारं श्रुतवान् कः भगिनि किं प्रश्नः अस्ति अन्यत् सूत्रं किं षडोकः अस्ति षडोकः अस्ति अस्ति अङ्गस्य शकार डकार अन्ते अस्ति तस्य स्थाने ककार आगच्छति सकारे परे सकारे परे षडुकः अस्ति इति परनिमित्तं सप्तमी यदि हकारान्तधातवः अस्ति तत्र यदि होट अनेन ढकारः भवति तत्र अपि एतत् सूत्रं कार्यं करोति षडुकः अस्ति. मया ध्वनिमुद्रं शृणोमि तत् कारणेन किञ्चित् क्लेशः अस्ति. सन्ति पाठे तर्हि चिन्ता मास्तु भवती बहुवारं श्रुतवती अतः अहम् इति वक्तवती. अस्तु धन्यवादः भगिनि. मणिमहोदय भवान् अग्रे अस्ति वा? सुपरिचितसूत्रमस्ति भगिनि, तथापि मम तत्र तत्र किम् अस्ति तत्र भ्रमः जातः. 8241 भगिनि सूत्रेण. श्रुणोति वा? मीनाति मिनोति दीङ्गां लेपि च means ma pramashyati means ma mashyati din da upatashyate meenati minoti dingam lyapicha kriyadau means himsayam swadau means prekshapane divadau ding chaye ityadesam dhatunam antyasya alaha sthane akaradisho bhavati lyapi usye एच् निमित्त सिद्ध सिद्धभिन्नप्रत्यय च विषये नाम मी मि दि इत्येतेषाम् इत्येषां यदा गुणो वा वृद्धि वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत् स्थाने आकारेषु भवति अलोन्तस्य अध्ययनेन अन्त्यस्य अलस्थाने केषाञ्चित् मतेन अशितिः इति अनुवृत्तिः न भवेत् यतोहि कोऽपि सित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अल्लः वर्णस्य स्थाने एच् आदेशः स्यात् केषाञ्चित् च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत् मीनाति मिनोति दीङ् च तेषाम् इतरेतरदन्तौ मीनाति मिनोति दीङ्गः तेषां मीनाति मिनोति दीङ्गां मीनाति मिनोति दीङ्गां षष्ट्यन्तं ल्यपि सप्तम्यन्तं च अव्यपदं त्रिपदन्तं सूत्रम् आदेशे उपदेशे यदि इत्यस्य सम्पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं मीनाति मिनोति दीङ्गां आत् ल्यपि च एज् एज् भिन्न एज् निमित्त निमित्ते प्रत्यये उपदेशे अशीति. सूत्रं वदति मीञ् धातु अनन्तरं मेञ् दीर्घ दीङ् इति त्रयो नाम धातूनां मा भवति इत्यस्य आदि मीञ्ज् मीञ्ज् मीनाति मिनोति दीङ्गं मिलेपि च इति सूत्रेण एकारस्य अथवा एकारः गुणः भवितुम् अर्हति, वृद्धि भवितुम् अर्हति. अत्र तस्य स्थाने ततः पूर्वम् ऐकारः वा एकारः वा भवति, ततः पूर्वम् आकारः आदेशः इति सूत्रं वदति. एज् निमित्त अत्र लेपि नास्ति, एज् निमित्त सिद्ध भिन्नप्रत्ययः अस्ति इति कारणेन अत्र आकारादेशः भवति. समीकं महोदय. अलन्त्यस्य तेन अन्तिमवर्णस्य स्थाने एव भवति. मीञ्ज् अत्र ईकारः अस्ति, तदेव अन्तिमवर्णः, अत्र एव अकारः आदेशः. केषाञ्चित् मदन अशिति न अनुवृत्ति इति उक्तं, नशित् प्रत्ययः नास्ति, अतः अशिति इति न वक्तव्यम् इति तेषां मतम् इति अहं चिन्तयामि महोदय. अनुवृत्तिसहितसूत्रं मीनाति मिनोति दिङ्गाम् आत् ल्यपि च एज् एज् निमित्त प्रत्यय उपदेशे अशिति. तदेव एज् निमित्त इत्युक्ते गुण वा वृद्धि वा भवतीम् अर्हति, तत्स्थाने ततः पूर्वम् आत्म आदेशः इति अशिति प्रत्यये परे इति भवति इति उक्तम् अत्र. धन्यवादः. तत्र अनन्तरं तु साक्षात् अग्रिमसूत्रमस्ति खलु, विभाषा लीयते इति पठामः वयं. विमला भगिनी पठितुम् इच्छति वा भगिनि? विमला भगिनी एकनिमिषं भगिनि. अत्र प्रश्नः अस्ति पठनस्य पूर्वं, एच् निमित्तः प्रत्यय इत्युक्ते गुणादेश सावधातुक आर्धधातुकयोः इत्यनेन गुणादेशे भवति अन्तिम इकारे, तस्य विषये वा एतद् अत्र किम् इत्युक्ते आदेशोपदेशे अशीति इति सूत्रमस्ति खलु, तदनन्तरं बहूनि सूत्राणि सन्ति यत्र आदेशोपदेशे अशीति इति पूर्णतया अनुवृत्तिः आगच्छति. तर्हि एचः निमित्तं यत्र यत्र वर्तते तत्र तत् भिन्नभिन्नप्रत्ययपरे भिन्नभिन्नकार्यं भवति. उदाहरणार्थं वयं स्मरामः चेत् क्रीन् किम् अस्ति, क्रीड्जीनां नौ इति नौ परे क्री धातोः ईङ् धातोः तत्र तु एषः स्थाने आकारः आदेशः भवति. तथा भिन्नभिन्नप्रत्ययपरे तत्र तादृश एक एतादृशम् एषः निमित्तं यत्र वर्तते तदा तु भिन्नवर्णस्य आदेशः जायते. तथा एव मिनाति मिनोति इत्यस्मिन् अपि अनुवृत्तिः याति. अनन्तरम् अग्रे सूत्रम् अधुना विभाषा लीयते इत्यस्मिन् अपि तथा एव साक्षात् तादृश अनुवृत्तिः आगच्छति. आर्धधातुकपत्रे इति कृत्वा आर्धधातुकशित् प्रत्ययः नास्ति खलु कोऽपि भगिनि? आर्धधातुकशित् प्रत्ययः अस्ति वा? आर्धधातुकशित् प्रत्ययः नास्ति एव, किञ्चित् असार्धधातुकं भवति खलु. तदेव तेन कारणेन अत्र अस्तु, गुणः जायमानः चेत् कोऽपि आर्धधातुकप्रत्ययः स्यात्, अपि च अत्र यदा यदि वृद्धिः जायमानः चेत् तर्हि नित् प्रत्ययः भवेत् किं परतः? न, अत्र तु किम् अस्ति, सूत्रद्वयम् अस्ति, णौ इति एकं सूत्रमस्ति, णौ परे तादृशकार्यं कुत्रचित् भवति, भिन्नभिन्नप्रत्यये परे लिटि परे अन्यधातोः तत्र एचः स्थाने आत्म आदेशः भवति इति, भिन्नभिन्नप्रत्यये परे भिन्नभिन्नधातुः आदेशः जायते. अस्तु अस्तु अस्तु अस्तु. लिङ्ग् श्लेषणे दिवादौ साक्षात् भवती यथा उक्तवती अशीति इति प्रायः अनावश्यकं भवति न आवश्यकम् एव केवलम् आदेश उपदेशे इत्येव पर्याप्तं किमर्थम् अत्र उपदेशे इत्यपि अवश्यं नास्ति आगयापि धातु आदेशः अपि न भवति खलु तत्र भिन्नकारेण परन्तु केषाञ्चित् मतेन उपदेश इत्यस्य अनुवृत्तिः न भवेत् इति अस्तु किमर्थमिति न जानामि केषाञ्चित् मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत् इति अस्ति प्रायः तदपि न आवश्यकम् इति कृत्वा तद् विनापि कार्यं कर्तुं शक्नोति खलु किमर्थं परन्तु एतत् कार्यं तु उपदेशव्यवस्थायामेव भवति इति मम अवगमनम् अस्तु अस्तु भगिनि आर्धधातुकप्रत्याशित् सन्ति वा न भगिनि षित् अस्ति चेत् साक्षात् तत्र तिंशित् सार्वधातुकम् इत्यनेन कोऽपि आर्धधातुकः इति तथा इति अशिति न वक्त आर्धधातुकप्रत्ययपरि पर्याप्तं भवति मीनाति मिनोति अनेन किन्तु साक्षात् आर्धधातुकप्रत्ययः इत्यपि उक्तम् अस्ति खलु आमां सर्वत्र भवति किन्तु अर्धधातुक सार्वधातुकप्रत्यय यत्र वर्तते तत्र भिन्नप्रक्रिया किं भिन्ना भवति मध्ये तु समीकरणप्रक्रिया मीनाति मिनोति तत्र श्ना इति वश्नु इति विकरणप्रत्ययः आगच्छति तर्हि अस्य प्रसक्तिः एव न भवति अत्र तु केवलं सार्वधातुकप्रक्रियायाम् अस्य सूत्रस्य प्रवृत्तिः जायते सत्यं तर्हि भवत्या यथा उक्तम् आदेशे इत्यपि न आवश्यकम् अशित् इत्यपि न आवश्यकम् आदेश उपदेश अशिति इति यद्यपि उक्तम् अस्ति पूर्ण अनुवृत्तिः जायते इति तथा तु नास्ति एव तत्र पूर्ण अनुवृत्तिः न भवेत् केवलम् आत् ए च इति पर्याप्तम् आदेश इत्येव पर्याप्तम् आं भगिनि ओके लिङ् श्लेषणे द्विवादौ ली श्लेषणे क्रियादौ लिङ् श्लेषणे द्विवादौ अपि च ली श्लेषणे क्रियादौ इत्यनयोः विकल्पेन क्योकि यतोहि विभाषा इति अस्ति विकल्पेन आत्वादेशो भवति एचिः विषये नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारादेशो भवति ली परिवर्तनमस्ति ला इति अपि च उपसर्ग वि इति उपसर्गपूर्वक विलास्यति इति भवति यदि आत्वा भावः अस्ति विभाष इति उक्तत्वेन आत्वं भवति या तु आत्वं न भवति यदि आत्वं न भवति तर्हि आर्धधातुकप्रत्ययस्य कारणेन विलि ली इत्यस्य गुणं भवति विले विले योगः स्यति अत्र पुनः आदेश उपदेशे आदेशप्रत्ययोः इण्कोः इत्यनेन विलेष्यति इति रूपसिद्धिः भगिनि अत्र तु लिङ् इत्यस्य ली इत्यस्य तत् भिन्नधातुगणद्वयम् अस्ति इति कृत्वा अत्र यक् प्रत्ययं योजयित्वा लीयतेः इति एकमेव रूपं प्रदर्शितम् अन्येन उभयोः अपि ग्रहणं जायते यक् प्रत्ययः अस्ति न तु प्रादिगणीय षण् प्रत्ययः नास्ति अत्र तु यक् प्रत्ययः अस्ति इति स्मर्तमस्ति उभयोः ग्रहणं भवति द्विवादौ श्यन् क्रियादौ श्ना खलु अस्तु उभयोः अपि ग्रहणं क्रियते इति कृत्वा यक् इत्यनेन गृहीतमस्ति अस्तु भगिनि अन्य कोऽपि पठेत् किम् अग्रे गुः सवर्णे इत्यत्र अरुणा भगिनी अस्ति विजया भगिनी अस्ति अरुणा भगिनी पठति वा भगिनि आं भगिनि गुः संवर्णे उदुपदाय गोहः गुः संवर्णे इति गुण गुः धातोः उपदा गुणादेशः गुणादेशं प्रबाद्य उत् आदेशो भवति अजादिप्रत्ययपरे गुः उपदाय उत् स्यात् गुणहेतौ अजादौ प्रत्यये उत् प्रथमान्तं उपधायाः षष्ट्यन्तं गोहः षष्ट्यन्तं त्रिपदपदं सूत्रम् अचिष्णुधातो ब्रुवम् युवोरिया वङ्गो इति तस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रं गोहः अङ्गस्य उपधायाः ऊत् अचि अत्र नूतनसूत्रमस्ति गुः धातु सूत्रमस्ति ऊदुपदाय गोहः गुः धातुः गुः धातोः उपदा सामान्यतया उपदागुणादेशः भवति आदुधातुः प्रत्ययपरे तत् प्रपाद्य ऊत् आदेशो भवति निमित्तमस्ति अजादिप्रत्ययपरे तदेव भगिनि किमर्थं द्विवारमस्ति भगिनि ऊत् आदेशवति अजादिप्रत्ययपरे गुह गुह उपदाय उत्स्यात् गुणहेतौ अजादौ प्रत्यये किमर्थं भगिनि गुह उपदाय उपदाय तत्र उपदाय इति अस्ति खलु ओ उप तत्र ऊदुपदायाः गोः इति उपदाय इति पदम् अत्र अस्ति खलु सूत्रे तदेव प्रश्नः अस्ति खलु भगिनि स्यात् गुणहेतौ साक्षात् हलन्तधातुः अस्ति खलु भगिनि सुगन्तलघुपदस्य सूत्रम् आगत्य इत्यनेन हलन्तधातूनां गुणकार्यं वा वृद्धिकार्यं वा कुत्र भवति उपदावर्णस्य एव भवति खलु अन्ते तु व्यञ्जनमस्ति तस्य तु उपदा तत्र गुणं वा तत्र वृद्धिः वा न भवेत् इति कृत्वा उपदायः वर्णः तस्यैव भवति खलु गुणं वा वृद्धिः वा तादृश उपधः वर्णस्य एव यदा गुणहेतुः गुणः यथा पूर्वम् उक्तमासीत् एषः स्थाने इति तथैव अत्रापि तत्र तत्र यत्र गुणादेशस्य भवति तदा तु ऊदुपदगोः इत्यनेन ऊत् आदेशः जायते तत्र गतिसूत्रे तु वयं दृष्टवन्तः आकारादेशः आत् आदेशः भवति स्म अत्र तु तद् गुणादेशः ऊत आदेशः जायते उपदायाः गोहः अचि इति तत्र गुणादेशस्य स्थाने इति तु न उक्तमस्ति खलु किमर्थं गोहः इत्यनेन जानीमः गुणादेशस्य स्थाने इत्यनेन यदा गोः इति भवति तदा इति अवगन्तव्यं गोहः इत्यनेन नो चेत् गुह् इत्येव पर्याप्तम् आसीत् खलु गुहति इति तादृशं गुहति इति किमपि रूपं स्यात् स्वीकृतं स्यात् किन्तु सूत्र किमर्थं गोहः इति सूत्रितं चेत् यदा गोहः इति जायते तदा उपदावर्णस्य उतादेशः भवेत् इति भगिनि मम एकः प्रश्नः अस्ति यत् सूत्रमस्ति उदुपदाय गोः तस्मिन् ऊत् इति न वक्तं न दत्तम् अस्ति साधु ऊत् उपदाय गोः इत्येव दत्तमस्ति भगिनि ऊत् इत्येव दत्तमस्ति ऊत् इति आदेशः अस्ति इति अस्ति ऊत् इति आदेश उपधाया ऊत् इति प्रथमा विभक्तमस्ति गोहः उपधायाः ऊत् इति अनुवृत्तिसहितमस्ति खलु गोहः अहं चिन्तितवती ऊत् इति यत् ऊत् उपधाया उपधायां यत् ऊत् अस्ति तस्य स्थाने यदा गोः भवति तद् साक्षात् तु गुह् इत्येव धातुः अस्ति खलु गुः इति उपधायां गु ऊ अस्ति तद् उपधायां तु केवलं ह्रस्व उकारः अस्ति गुह् इति ऊत् इति उत् उत् इति ह्रस्व अस्ति वा इति मम ऊत् इति अस्ति भगिनि दीर्घ ऊ अस्ति अस्तु ऊ इति यत्र द चन्द्र तत्र वेर् दर् इस् अ कर्व् इन् द ऊ इट् मीन्स् इट् इस् दीर्घ उकारः खलु दीर्घवर्ग जस्ट् नम्बर् त्री तत्र आकारः तु नम्बर् त्री वद् भवति खलु तस्य ऊदु इति भवति स्म अत्र तु ऊद् इति ऊदु इति दत्तमस्ति कदाचित् जनानां तत्र एकारस्य एकारम् इति मम इति भ्रमा आगत ऊ अस्ति वा ऊ अस्ति इति अत्र तु अत्र देर् इस् अ कर्व् बिट्वीन् दट् नम्बर् त्री दट् सेस् इट् इस् दीर्घ उकारः खलु जनानां कदाचित् उकारस्य उकारस्य अनन्तरम् एकारस्य एकारस्य अपि मम वर्गे सामान्यतया जनान् तत्र भ्रमः जायते जनानाम् अस्तु भगिनि अग्रे ध्येयं यत् अत्र आददातकत्वस्य निमित्तकत्वं नास्ति एव केवलं गुणनिमित्तक अजादिप्रत्ययपरे अतः लटि अपि भवति गुह्युग शप्युवति गुह्यु आयुवति उपदागुणस्य प्रसङ्गत्वात् ऊत् आदेशः योग आयवति गूहति इति रूपम् अत्र निमित्तमस्ति अजादिप्रत्ययपरे परन्तु अर्धदातकप्रत्यया इति न उक्तं सूत्रे केवलम् ऊत् ऊत् उपादायः गोहः इति अतः तत्र कुत्रचित् अपि अर्धदातुक इति न उक्तमस्ति खलु किन्तु तत्र साक्षात् कार्यं तु तत्रैव जायते इति केवलं गुणनिमित्तक अजादिप्रत्ययपरे एव उदाहरणम् अत्र दत्तं लट्लकारे किं भवति इत्युक्ते गुह् धातु शत् युवति गुह् युग अनुबन्ध निष्कासनं कृत्वा गुह गुह् आति उपदागुणस्य प्रसङ्गत्वात् ऊत् आदेशः भवति गुह् आति गूहति इति रूपं भवति आर्धदातकप्रसङ्गे गुः धातुः वेट् इदागमपक्षे स्याप्रत्ययः अजादि अजादिः अतः गुह् गूहिष्यति अजादिप्रत्ययभावे न उत्तमं गोक्ष्यति किमर्थं घू घो भवति भगिनि तत्र सामान्यतया तु पुगन्धलघुपदस्य चैत्यनेन घो भवति खलु आर्धातकप्रत्ययः अस्ति पुगन्तलघुपदस्य च इत्यनेन पुगन्तलघुपदस्य च सार्वधातुक आर्धदातुकयोः इति भवति खलु अनुवृत्तिः इति कृत्वा आर्धदातुके प्रत्ययपरे गुणः भवति स्म इति कृत्वा गोः भवति स्म किन्तु तत् प्रभाव्य गुः जायते दीर्घ उकारः जायते तत् अवगतं भवति अजादिप्रत्यय अभावे न उत्वम् अत्र टैपो अस्ति वा भगिनि घोक्ष्यति इति दत्तम् महाप्राण आमां सत्यं घो न चिन्तनीयं भवति भगिनि अत्र तु 3444 इति कश्चन सूत्रमस्ति खलु तेन स्यात् एकाचवर्षन्तस्य स्वोः इत्यनेन अत्र तृतीयवर्णस्य स्थाने चतुर्थवर्णः भवति 3-4 मध्ये 4-4 इति अनन्तरम् इदानीम् अत्र पूर्वमेव हकारः अस्ति गोडः इत्यनेन अत्र हकारस्य स्थाने डकारः भवति गोड् इति भवति अनन्तरं तत्र प्रसिद्धसूत्रमस्ति षडोः कस्ति इत्यनेन अत्र डकारस्य स्थाने ककारः भवति अनन्तरं भूक् इति भूक् इति भवति प्रसिद्धसूत्रम् अत्रापि अस्ति स्या इति अस्ति तत् तालव्यसकारस्य स्थाने मूर्धने सकारः आदेशप्रत्ययोः इत्यनेन गोक्ष्यति इति अन्तिमरूपं भवति भवती जानाति एव अरुणमहोदय मां किन्तु अत्र तत्र किम् अस्ति अत्र स्य प्रत्यये परे गुह् इति एकमेव धातुः अस्ति खलु गुह् इति धातुः गुः इति धातुः एकः एव धातुः अस्ति खलु धातुद्वयम् अस्ति वा एकः एव धातुः अस्ति गुः धातुः भगिनि एकपक्षे इदागमस्ति एकपक्षे इदागमः अन्यस्य एकस्मिन् पक्षे स्थेटं भवति अन्यस्मिन् पक्षे अनिटं भवति. नावल्यां वयं दृष्टवन्तः गुः गो गोहत् इति गुहति भवति गुः धातुः उपगन्तलघुपदस्य इति गोः जायते खलु. अत्र तु स्यप्रत्यये परे तु प्रक्रिया एवं भवति. तत्र तत्र गोः इष्यति इति भूत्वा तदनन्तरं होडः गोड् स्यति अनन्तरम् एकशोभशो बश् जशन्तस्य स्योः इत्यनेन घोड् जायते घोक्षति इति प्राप्नुमः. यत्र यत्र इडागमः अस्ति अजादिप्रत्ययः अस्ति चेत् इडागमः यत्र भवति तत्र एव गुः जायते. गोः इत्यस्य अपेक्षया गुः जायते गुः जायते गु दीर्घ. अत्र किमर्थं न भवति अत्रापि उपगन्तलघुपदस्य चैः अजादिप्रत्ययपरे इति कुत्र उक्तमस्ति? अचि इति उक्तत्वात् अचि इति अनुवृत्तिः अस्ति इति कृत्वा केवलम् अचि प्रत्ययपरे एव अस्य सूत्रस्य कार्यं हलादिप्रत्ययपरे अस्य सूत्रस्य कार्यं न भवति इति उक्तमस्ति खलु. सो तेट् पक्षे एव गुः भवति यदि यत्र अन्यत् अस्ति तत्र केवलं अत्र तु हलादिप्रत्ययः इति भवति अनिट् प्रत्ययः अस्ति अत्र अस्ति तत्र तु हलादिप्रत्ययः अस्ति इति कृत्वा अस्य सूत्रस्य प्रवृत्तिः नास्ति. यत्र इडागमः जायते तत्र तु अजादिप्रत्ययः जायते इति कृत्वा तत्र भवति. अग्रे भगिनी भवत्याः पर्यायः किम् अन्यत् ग्रहीति दातु विजया भगिनी. आमाम् अत्र ग्रह ग्रह उपादाने इति गृहि गृहीष्यति इति धृतुः गृहो अलिटि दीर्घः एकांश ग्रहधातोः इडागमस्य दीर्घ आदेशे भवति अलिटि. केवलम् आर्धधातुक सेट् बलादेः इत्यनेन विहितस्य इडागमस्य दीर्घ दैर्घ्यं दीर्घस्य भावः दैर्घ्यमिति इति महाभाष्ये. ग्रहः पञ्चम्यन्तम् अलिटि सप्तम्यन्तं दीर्घः समान्तं त्रिपदमिदं सूत्रम् आर्धधातुक सेट् बलादेः इत्यस्मात् इट् इत्यस्य अनुवर्तिः. विभक्तिपरिमाण परिणामम् अत्र कृत्वा इतः एकाच उपदेश अनुदात्तात् इत्यस्मात् एकाचः इत्यस्य अनुवर्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवर्तिसहितसूत्रम् एकाचः ग्रहः अङ्गात् इटः दीर्घः अलिटि. यत्र लिट् नास्ति तत्र तत् स्थाने एकाचपि अस्ति. अनन्तरम् अत्र ग्रहः इति धातोः अङ्गात् इटः इट् आदेशः भवति इति एकाच ग्रहधातोः इदाहमस्य दीर्घ आदेशः भवति इति. एतत् तु अत्र अर्धधातुकस्य बलादेः इत्यनेन विहितस्य सूत्रेण एव अत्र इडागमः भवति. अत्र भाष्ये किम् उक्तं चेत् इडागमस्य दीर्घभावं दीर्घस्य भावम् इत्यनेनैव अत्र दैर्घ्यं धैर्घ्यम् इति अत्र दत्तम्. अनन्तरमत्र उदाहरणरूपेण स्वीकुर्मः चेत् अत्र ग्रह इति अस्ति इष्यति इति अस्ति मेलनेन ग्रहीष्यति इति भवति. अत्र एतत् इष्यति सार्वधातुकप्रत्यया इति अस्ति अत्र त्यतासि ऋतोः इत्यनेन अनन्तरमपि इडागमः मध्ये आगच्छति अतः तत्र ग्रहीष्यति वर्णमेलने अत्र दत्तं भवति. समीचीनं खलु? आं महोदय धन्यस्मि. अग्रेपि चिकीर्षति इति वर्गे कृतं वा महोदयस्य वर्गे? आमां मया एव कृतम् अत्रापि. तत्र कियत्पर्यन्तं कृतं वर्गे? अस्तु तर्हि अहं पठामि वा? सर्वेषां क्रमः जातः खलु अहं पठामि. तर्हि अतो लोपः चिकीर्षिष्यति इति अतो लोपः अदन्तस्य ह्रस्व अकारलोपो भवति आर्धधातुके प्रत्यये परे. येन विधिस्तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्वकारः इत्यङ्गस्य अपि तु ह्रस्व अकारान्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्यैव लोपः न तु पूर्णाङ्गस्य उपदेशे अनुवृत्तिः अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम् अतः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् अनुदातोपदेशवनतितनोत्यादीनां अनुनासिकलोपो झलिग्निति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अङ्गस्य आर्धात्के इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोपः आर्धधातुके उपदेशे अस्तु तर्हि चिकीर्षयोगः इष्यति इति चिकीर्षति अनेका चस्ति इति कृत्वा युदागमः तु अनिट् अस्ति तदा तु चिकीर्षयोगः स्यति इत्यस्मिन् इडागमः जायते इष्यति तत्र वाल्यूम् कस्तु एकनिमिषम् क्षम्यतां चिकीर्षयोगः इष्यति इति जायते अधुना चिकीर्ष इति अदन्तम् अङ्गमस्ति अधुना तत्र सन्धिकार्यं भवेत् वा इति प्रश्ने सति तस्मात् पूर्वं तत्र अतो लोपः इत्यनेन तत्र किम् अस्ति चिकीर्ष इत्यस्य शकार उत्तरवर्ति अकारस्य लोपः जायते अत्र तु अतो लोपः इत्यस्मिन् अतः अङ्गस्य तेन इति उक्तम् अस्ति तर्हि केवलं अतिथि अङ्गस्य भवति वा इति प्रश्ने सति न केवलम् अतिथि अङ्गस्य किन्तु यत्र यत्र यस्य पदस्य तत्र अङ्गस्य अन्ते अकारः अस्ति ह्रस्वकारः अस्ति तेषां सर्वेषां ग्रहणं भवति इति येन विधिस्तदन्तस्य इत्यनेन सूत्रेण सर्वेषामपि ग्रहणं भवति तदनन्तरं यदा वयम् अतो लोपः इति वदामः तदा तु पूर्णाङ्गस्य लोपः भवति वा इति प्रश्ने सति अलोन्तस्य इति सूत्रं परिभाषासूत्रेण अत्र तु पूर्णाङ्गस्य न भवेत् केवलम् अन्तिमवर्णस्य एव भवेत् इति अलोन्तस्य इत्यनेन अन्तिमवर्णस्य लोपः जायते तदा तु चिकीर्ष इति जायते अनन्तरम् इष्यति इत्यनेन चिकीर्षिष्यति इति वर्णमेलनं जायते अन्यत् किमपि वक्तव्यं वा अस्मि अग्रे पठामः वा यस्य हलः इति पुनः क्रमः तत्र सूर्यकुमारी भगिनी पठति वा भगिनि भवत्याः भगिनि यस्य हलः हलुत्तरस्य शब्दलोपो भवति अर्धधातुकप्रत्यय परे बिभेध विभेद्य क्षम्यतां भगिनि बेभिद्य हल् हल् उत्तरे य शब्दस्य लोपो भवति यकारस्य लोपः भवति य इति यः शब्दः अस्ति यस्य हलः आम् आम् हलुत्तरशब्द हलुत्तर यस् य शब्दलोपो भवति न केवलं यकारस्य स्मर्तव्यम् अत्र तु यकारः इति न उक्तः अस्ति यः इति न उक्तं किन्तु यस्य इत्यनेन अकारसहितयकारः अस्ति खलु तस्य लोपः भवति इति खलु यकार अकारसहितयकार यस्य इत्युक्ते इत्यस्मिन् किं जायते बेबिद्य इति धातुः अस्ति खलु बेबिद्य बेबिद्ययोगः स्यते इति जायते तदा तु इडागमः जायते खलु अनेकाच् अस्ति इति कृत्वा इडागमः अपि जायते बेबिद्ययोगः इष्यते इति प्राप्नुमः प्रक्रिया न प्रदर्शिता भगिनि तर्हि किं जायते अधुना पुनः यकारः इति क्षम्यतां या लोपः भवति लोपः भवति बेबिदिष्यते भवति इति प्राप्नुमः आम् आम् अनन्तरम् अकारस्य अपि लोपः भवति इति कृत्वा ये शब्दस्य लोपः भवति यस्य हलः इति सूत्रेण तर्हि अन्यत् किमपि वक्तव्यं वा अस्मिन् भेद धातु अनिट् अस्ति किन्तु अत्र भेभिद्य इति यङन्तरूपम् अस्ति अतः अन्येकाच् अस्ति अतः इदागमः भवति इति आम् समीचीनम्. चिकीर्ष इति अपि सनन्त धातु अस्ति तद् चिकीर्ष. आं भगिनि सनन्त एतत् इङन्तदातुः इति कृत्वा एव वयम् अत्र किमस्ति आत्मनेपदिप्रत्ययः अपि जायते इष्यते इति स्वीकृत्य यङन्तः तुङ्गित् अस्ति इति कृत्वा आत्मनेपदिप्रत्ययः किम् अस्ति सूत्रं किम् आसीत् अनुदातनितः आत्मनेपदम् इति सूत्रेण. अग्रे पठामः वा? अस्य अग्रे तु सरला भगिन्यः. क्यस्य विभाषा हलः परयोः क्यच् क्यङोः प्रत्ययोः लोपः वा स्यात् आददातुके समिध्य समिध्यति समिध्यति. अत्र क्यच् क्यङो इति प्रत्ययोति कृदन्तप्रत्ययाः सन्ति इत्संज्ञा भूत्वा तत्र य अवशिष्यति धातुः अस्ति समिध्य समिध्य अत्रापि य लोपः भवति यकार सर्वति यकारस्य एकपक्षे विभाषा अस्ति एकपक्षे लोपः भवति एकपक्षे न भवति आर्धधातुकप्रत्ययः यदि परे अस्ति इदानीं समिध्य य इति शब्दस्य लोपः भूत्वा यस्मिन् पक्षे यदागमः अस्ति समिध्यति भवति यस्मिन् पक्षे यदागमः नास्ति तत्र समिध्यति इति भवति. तत्र यस्मिन् पक्षे य शब्दस्य लोपः न जायते केच् वा किङ् प्रत्यय इत्यस्य लोपः न जायते तत्र तु समिध्ययोगः इष्यति इत्यस्ति तदा किं जायते समिध्यति इति अस्ति लोपः भवति तत्र प्रथमं यत् अस्ति रूपं समिध्यति तत्र य लोपः अभवत् द्वितीय रूपं यत् अस्ति समिध्यति तत्र यकार य शब्दस्य लोपः नास्ति अत्र तत्र तु समिध्य योगः इष्यति इत्यस्मिन् अत्र तु अतो लोपः इति अपि जायते खलु अतो लोपः जायते धन्यवादः नो चेत् तत्र किं भवति गुणकार्यं भवति अग्रे पश्यामः वा. अग्रे कस्य क्रमः आसीत्? महोदय अत्र प्रश्नः अस्ति यस्य हळ इति स्थाने अपि य शब्द एव पूर्णतया लोपः भवति तदेव अत्र क्यस्य भाषा इति अपि अस्ति किल य शब्दः अस्ति तथापि केवलं क्यच् क्यङ् इति अस्ति खलु अन्यप्रत्ययेन यदि एकारः अस्ति चेत् तत्र तु अस्य सूत्रेण लोपः न जायते विकल्पेन लोपः न जायते अत्र तु विकल्पेन लोपः अपि अस्ति यत्र क्यच् वा किङ् वा अस्ति अत्र तु केवलं विकल्पेन जायते. अवगतं महोदय. किमर्थम् अतो लोपः इति भवती अत्र उक्तवती किल सत्यं सत्यं यत्र यशब्दस्य लोपः न जायते तदा किं जायते समिध्ययोगः इष्यति इति अस्ति खलु इडागमः तु जायते अनेकाल् अस्ति इति कृत्वा इडागमः जायते इडागमप्रत्ययः अस्ति खलु वेट् अस्ति इडानुकूलः अस्ति तदा तु समिध्ययोगः इष्यति अकारयकारयोः सन्धिः जायते वा महोदय? इष्यति अत्र अत्र लोपः न कार्यं करोति अहं न चिन्तयामि किमर्थं न कार्य तर्हि किं भवति समीपति क्षम्यतां महोदय क्षम्यताम् अवगतम् इदानीम् अवगतं सन्धिः न भवति खलु तत्र अतो लोपः अकारस्य लोपं भूत्वा समिद्धि इत्युक्तं भवति धन्यवादः अवकल्कने कृपे च अवकल्कने विचारं करोति चिन्तनं करोति कृपो रोलः कृपः कृप् भुवनलोपदेशी इत्यनेन कर्प् कल्प् कल्पिष्यते आत्मनेपदि कृप् धातुः वेट् परस्मवेदे दासी च कृप् इत्यनेन इदाहं निषेधः अधः कल्प्स्यति. कृपोरोलः कृप् धातोः रेपस्य लकार आदेशः भवति. र इति श्रुतिसामान्यं बोध्यं. तेन यः केवलं रेपः यस्य च ऋकारस्य तयोः द्वयोः अपि ग्रहणं. ल इत्यस्य अपि श्रुतिसामान्यम्. अतः आहत्य कृपोरो कृप् धातोः यदा गुणादेशं कृत्वा रेपो भवति तस्य रेपस्य स्थाने लकारादेश आदेशः. पुनः कृप् धातोः ऋकारस्य यः रेपः सदृशः अंशः तस्य स्थाने ल सदृशः अंशः भवति. नाम ऋ स्थाने लृ. सूत्रे कृपो कृप् कृप योः उः इति विच्छेदः. कृप् लुप्तिषष्ठिकं पदम्, उः षष्ठ्यन्तं, र षष्ठ्यन्तं, ल प्रथमान्तम् अनेकपदं सूत्रं. कृप् इत्यस्य द्विवारम् आवृत्तिः. सूत्रं स्वयं सम्पूर्णं. कृपः उः कृप र लः. सूत्रं वदति कृप् धातुः बुधा पुहन्दलभविष्यन बुधा गुणः भवति. अधः कर्प् र भवति. अनन्तरं मुरण्डपुरः इति न अर् भवति. कर्प् कर्प् रेपस्य स्थाने लकारादेशः कृपोरोलः इति सूत्रेण. अधः कर्प् इत्यस्य स्थाने कल्प् इति भवति. यदा डाहमः भवति गुणः भवति कल्पिष्यति इति षत्वं भूत्वा कल्पिष्यते इति आत्मनेपदिभं. यदा गुणः न भवति अत्र कल्प्यते इति रूपं भवति. परस्मैपदि तासि च क्लृपः इति निर्णयः निषेधः भवति. तासि च क्लृपः सूत्रम् इडामस्य निषेधः भवति. अतः परस्मैपदि धातूनां अत्र कृपोरोलः इत्यनेन गुणः न भवति इति. प्रश्नः अस्ति कर्प् इति धातोः किमर्थं तत्र कल्प् इति धातोः क्षम्यतां वेट् अस्ति वा? वेट् अस्ति भगिनि. महोदय क्षम्यताम्. अग्रे पठतु महोदय. त्रिपुरनन्तरं कर्पु कर्प् भवति अत्र वेट् अस्ति मध्ये. कृप् धातोः रेपः स्थाने लकार आदेशः. तदेव ऋकारस्य गुणः न भवति चेत् अत्र ऋकारस्य स्थाने लिर् भवति इति अत्र सूत्रं वदति. किमर्थं चेत् रेपः श्रुतिसामान्यम् इति उक्तम्. अतः एव लकारस्य स्थाने लिर् भवति इति. ऋकारस्य गुणः न भवति चेत् लिर् भवति इति अत्र दत्तम्. यदा गुणादेशं कृत्वा रेपो भवति रेपः भवति तदा कल्प् इति कर्प् इति स्थाने कल्प् इति आदेशः. महोदय किमर्थं द्विवारम् आवृत्तिः इति सूचनेन कृपः उः कृपः रः लः इति अर्थः कः महोदय? तत्र कृपः उः इत्यस्मिन् तत्र उः स्थाने इत्युक्ते किम् अस्ति? कृप् धातोः ऋकारस्य ऋ शब्द मातृशब्दस्य पितृशब्दस्य षष्ठीविभक्तिः का अस्ति? उः अस्ति खलु. तत्र ऋ इत्यस्य उः इति अस्ति खलु. तर्हि कृप् धातोः ऋकारस्य स्थाने किं जायते? लृ इति जायते खलु. ऋकार तत्र लकार तत्र अत्रैव उक्तमस्ति खलु. द्वितीयभागः अवगतः खलु. कृपः रः लः इति अवगच्छति खलु. तर्हि कृपः धातोः रः इति षष्ठी अस्ति, स्थानी षष्ठी अस्ति. कृपः इति सम्बन्धषष्ठी अस्ति, अवयवीभावषष्ठी अस्ति. तर्हि कृपः अवयवीभागस्य यः रेपः अस्ति, अवयवः रेपः अस्ति, तस्य स्थाने षष्ठी स्थानी षष्ठी अस्ति. रेफस्य स्थाने लकारादेशः जायते, न केवलं लेपस्य स्थाने. अत्र तु यदि ऋकारः अंशः अस्ति चेत् किं भवति? ऋकारः भवति खलु, तर्हि तद् तु तत्र ऋकारः इति योजनीयं भवति खलु, इति कृत्वा उहु इति स्वीकृतमस्ति. कृपोः इति कृपो इत्यस्मिन् द्विवारं स्वीकृत्य कृपः उहु कृपः रः इति स्वीकृतमस्ति. इत्युक्ते ऋकारस्यापि तत्र लकार ऋकारसदृशः लकार तत्र किमस्ति लकारसदृशः अंशः जायते इति. पठामि वा अधुनापि? आं कोऽपि अहं पठामि वा पूरयतु महोदय. कृपो रो लः इति सूत्रेण आहत्य कृप् धातोः रेपस्य लकारादेशः. कृप् धातोः ऋकारस्य अंशः यः रेपसदृशः तस्य स्थाने लकारसदृशः सदृशादेशः भवति. यत्र कृप् धातोः उपधायाः गुणः भवति कर्प, तत्र रेपस्य स्थाने लकारादेशः, अतः कल्प् इति फलम्. यत्र उपधागुणः न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने लृकार आदेशः, अतः क्लिप् इति फलम्. दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिद्ध्यति इत्यत्र प्रदर्श्यते, अतः दर्श्यते. यदा गुणः भवति तत्र कर्प् इति भवति, तस्य स्थाने कल्प् इति भवति. गुणः निषेधः अस्ति चेत् ऋकारस्य तदेव तिष्ठति, अतः ऋकारस्य स्थाने सदृश लकारसदृशः लकार आदेशः भवति. अत्र तस्य फलम् इत्युक्ते तस्य किं भवति इत्यस्य लट्टि प्रदर्शितमस्ति, तादृशरूपं साधनं न प्रदर्शितमस्ति. यत्र कृ इति तत्र कृ इति इत्यस्य कृ इत्यत्र जायते तद् न प्रदर्शितमस्ति खलु. यत्र गुण गुणकार्यं नास्ति, यत्र गुणं भूत्वा कर् भवति तत्र तु कल् इति कल्प् इति जायते. यत्र गुणकार्यं नास्ति कृप् इति अस्ति तत्र गुणः भेदः भवति तत्र तु कृप् इति भवति. तादृशकार्यं न प्रदर्शितमस्ति अत्र इति महोदयस्य तत्र परिच्छेदेन प्रदर्शितम्. किमपि कुत्रचित् अपि दृष्टवन्तः वा तत्र तादृश भगिनी इडागम यत्र अस्ति परस्मैपदी तत्र इडागम न भवति तत्र इति एव भवति अनेन परस्मैपदी तत्रापि कल्प्यते इति भवति कल्प्यते. आमामामां तत्रापि गुणकार्यं तु भवति. मम तु आशयः यत्र अस्ति अत्र प्रदर्शयामि एकनिमिषम् एतदेव क्लिप् भवति यत्र क्लिप् इति भवेत् क्लिप् अत्र पश्यतु अत्र अत्र अस्ति कुत्रचित् दृष्टवती अस्ति चेत् अत्र पश्यतु लुङ्गलकारे गुणकार्यं कुत्रचित् विकल्पेन निषिद्धम् अस्ति तत्र तु अचीकृप्त इति अस्ति गुणकार्यम् अत्र निषिद्धं जातं खलु. तर्हि कृप् इत्यस्मिन् कृपोरोहलः इति न क्लिप् भवति क्लृप् इति भवति. क्षम्यतां तदेव दृष्टवती तावत् अस्ति खलु. आमां तावत् एकम् अस्ति लटि कल्प्यति कल्प्यते कृप् योः निच् उगन्धलभूतस्य चेत्यनेन उपधायः लघु विकः गुणः. कर्प् योः इ कृपो रोलः इत्यनेन रेपस्य स्थाने लकारादेश. कल्प् योः इ कल्पि इति धातुः. कल्पि योः सप् कल्पय इति अङ्गम्. कल्पय योः इति कल्पयति ते चेत् कल्पयते. अत्र तदेव उक्तम् अत्रापि गोन्दलपतिस्य कृप् इत्यस्य स्थाने कर्पादेशः, अनन्तरं निच् प्रत्ययः अधः इकारः तिष्ठति, कर्प् इति कृपरोलः इति न कल्प् रूपं भवति, कल्पि इति रूपं भवति, सप् आदेशः कर्तरि सप् इत्यनेन कल्पि कल्पय एकारस्य अय आदेशः कल्पय इति रूपं, परस्मृतिरूपमस्ति कल्पयति आत्मनेपदरूपं भवति कल्पयति इति रूपम्। महोदय आं महोदय अवगतं महोदय धन्यवादः। अन्यत् नास्ति खलु अत्र यदि समाप्तं चेत् अत्र विमला भगिन्याः कश्चन तत्र तत्र तत्र मम प्रश्नः अस्ति भगिनी।